ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयम् एतावता यत् पठितं तस्य विषये झटिति पुनः स्मरणं कृत्वा अग्रे सरेम वयं दृष्टवन्तः व्याकरणे त्रीणि कार्याणि भवन्ति आदेशः आगमः अपि च लोपकार्यम् आदेशरूपी कार्यः यत् वदामः चेत् तत्र पूर्वस्थितस्य वर्णस्य स्थाने एकं नूतनवर्णस्य तत्र उदयः भवति वयं दृष्टवन्तः तत्र इको यनचि इति सूत्रे तत्र इक् यः पूर्वे इक् वर्णः अस्ति तस्य परे कोऽपि अच् वर्णः अस्ति चेत् तत्र यन् आदेशः भवति सो इक् यः इक् स्थाने यः इक् स्थाने तत्र यन् आदेशः सः आदेशरूपी कार्यं सो इक् वर्णः अपगच्छति तस्य स्थाने यन् प्रत्याहारे यन् प्रत्याहारस्य कोऽपि एकं वर्णः तत्र आदेशरूपेण आयाति आगमः वयं दृष्टवन्तः आगमे किं भवति तत्र एकं नूतनवर्णस्य उदयः भवति वयं दृष्टवन्तः तत्र एकं सूत्रमस्ति लुङ् लङ् लृङ्क्षु अट् उदात्तः इति सूत्रम् अस्ति सूत्रं वदति लुङ् लकारे लङ् लकारे अपि च लुङ् रकारविषये तत्र किं भवति तत्र सर्वदा तत्र किं करणीयम् एकम् अट् उदात् अट् अकारस्य आगमः भवति इत्युक्ते अट् इति टित् अस्ति अतः आगम यः अस्ति तं दृष्ट्वा एव वयं निर्णयं कर्तुं शक्यते सः आगमः कुत्र करणीयम् इत्युक्ते तस्मिन् यः स्थानं निर्दिष्टं नास्ति परन्तु आगम दृष्ट्वा तत्र वयं ज्ञातुं शक्यते सः आगमः इत्युक्ते सः नूतनवर्णः कुत्र तस्य आगमः करणीयं सो अट् इति आगमः टित् अस्ति इत्युक्ते अकारः टकारः तस्मिन् टकारः इत्संज्ञकः अतः वयं किं वदामः अट् इति आगमः टित् अस्ति टित् कारणेन सः लकारस्य पूर्वे आयाति इत्युक्ते तत्र यः लुङ् लङ् लृङ्क्षु इति यः अस्ति सः धातुविषये एव एतत् प्रत्ययः कार्यं करोति अतः धातु आदौ एव अट् इति आगमः भवति सो आगमः पश्यामः चेदेव ज्ञातुं शक्यते सः आगमः कुत्र करणीयम् अत्र धातौ आगमः इत्युक्ते यः अट् इति आगमः धातौ करणीयम् अतः धातौ एव अकारः तत्र वयं पश्यामः चेत् अपठत् अलिखत् इति रूपम् अस्ति तत्र यः अ अस्ति सः आगमरूपेण सः अकारः तत्र आयाति सो आगमरूपी कार्यः अपि व्याकरणे भवन्ति तत्र किं पश्यामः आगमः टित् वा कित् वा मित् वा एते त्रयः आगमः एव व्याकरणे भवन्ति सो यः कित् आगमः सः प्रायशः यस्य आगमः तस्य अन्ते करणीयं यः टित् आगमः सः यस्य आगमः तस्य आदौ करणीयम् अपि च यः आगमः मित् अस्ति यस्य आगमः तस्मिन् यः अन्तिम स्वरः तस्य अनन्तरं साक्षात् अनन्तरं सः आगमः आयाति लोपकार्ये वयं दृष्टवन्तः तत्र कोऽपि वर्णस्य लोपः भवति कुत्रचित् सः वर्णः पूर्णतया अपगच्छति कुत्रचित् तस्य वर्णस्य यः लोपः यस्य वर्णस्य लोपः भवति तत्र किं तस्य अदर्शनम् इति इदानीम् एतत् समये तत्र तावत् एव वदनीयं यस्य लोपः सः अदर्शनं भव सः अपगच्छति सः वर्णः अपगच्छति तत्र वयं दृष्टवन्तः तत्र पाणिनीसूत्रं पश्यामः चेत् तत्र विशिष्ट एकं कोड् निर्मितम् अस्ति सः कोड् इत्युक्ते वदामः चेत् विभक्तिम् अनुसृत्य सः पाणिनि महर्षि प्रत्येकं पदस्य तत्र विशिष्टम् अर्थं तत्र सः दत्तं सो तत् विशिष्ट प्रत्यय विभक्ति अनुसृत्य यः पदम् अस्ति प्रत्येकस्य विभक्तियान्तं पदस्य कः अर्थः इत्यपि अस्मिन् कर्पते वयं दृष्टवन्तः सूत्रे इत्युक्ते सूत्रेषु यः कोड् पाणिनिना निर्मितं तत्र षष्ठी विभक्तियान्तं पदः अस्ति सूत्रे चेत् तस्य कः अर्थः सः स्थानी भवति तस्य कृते महर्षिणा एकं परिभाषा सूत्रं दत्तं सः परिभाषासूत्रं किं षष्ठीस्थाने योगः सो यत्र षष्ठी षष्ठी विभक्तियान्तं पदः निर्दिष्टम् अर्थं न प्रदर्शयति तत्र सः षष्ठ्यन्तं पदः स्थानी भवति इत्युक्ते वयं लोके किं वदामः षष्ठी इति सम्बन्धः सो यत्र षष्ठी विभक्तियान्तं पदस्य द्वारा कोऽपि सम्बन्धः न दृश्यते तत्र सः षष्ठ्यन्तं पदः तस्य कः अर्थः इत्युक्ते सः स्थानी भवति इत्युक्ते तस्य स्थाने तत्र किमपि आदेशं तत्र करणीयम् इति सूत्र षष्ठीविभक्त्यान्तं पदस्य अर्थः प्रथमविभक्त्यान्तं पदः सूत्रे अस्ति चेत् तस्य कः अर्थः वयं दृष्टवन्तः प्रथमविभक्त्यान्तं पदः आदेशः आगमः अथवा नामकरणं सूचयति सो यत्र आदेशः नास्ति तत्र आगमः पश्यामः आगमः अपि नास्ति चेत् तत्र केवलं नामकरणं प्रथमाविभक्तिपदस्य द्वारा भवति सो वयं दृष्टवन्तः सुप्तिङन्तं पदम् एकं सूत्रम् अस्ति तेन किं भवति पदम् इत्युक्ते किं पदम् इति पारिभाषिकशब्दः तस्य कः अर्थः व्याकरणशास्त्रे तद् दत्तं सो तत्र पदम् इति शब्दस्य नामकरणं क्रियते सूत्रद्वारा सो सुप्तिङन्तं पदम् इति एकं संज्ञासूत्रम् अस्ति तेन केवलं पद इति पदम् इति शब्दस्य संज्ञा क्रियते पाणिनिना सो यस्य अन्ते सुप् प्रत्ययः विधीयते अथवा यस्य अन्ते तिङ् प्रत्ययः विधीयते सः एव पदम् इति उच्यते व्याकरणे इति तत्र अस्ति तथैव तत्र बहूनि संज्ञासूत्राणि तत्र सन्ति प्रायशः संज्ञासूत्रे केवलं प्रथमविभक्त्यान्तं पदः एव तत्र पाणिनिना दत्तं प्रायशः अनन्तरं तत्र वयम् उदाहरणरूपेण दृष्टवन्तः यः इको यनचि इति सूत्रे तत्र इकः इति यः पदम् अस्ति अपि च यन् इति पदम् अस्ति अपि च अचि तत्र त्रीणि पदानि सन्ति त्रिपदमिदं सूत्रम् अस्मिन् सूत्रे त्रीणि पदानि तत्र सन्ति इकः इति पदं पश्यामः चेत् तत्र पाणिनिना तस्य कृते विभक्ति उपयोगं कृतं सो इकः वदामः चेत् तत्र षष्ठ्यन्तं पदः सो यथा एते हलन्तशब्दः तत्र शब्दरूपं भवति तथैव प्रत्याहारस्य विषये तत्र शब्द तस्य विभक्तिनिर्णयम् अस्माभिः करणीयम् सो इकः वदामः चेत् सः षष्ठ्यन्तं पदः अस्ति यन् वदामः चेत् सः किम् अस्ति प्रथमाविभक्त्यान्तं पदः सो यन् इति प्रथमाविभक्ति निर्देशं करोति अचि वदामः चेत् तत्र सप्तम्यान्तं पदः सो इकः स्थान् इकः इति अत्र यन् इकः अपि च यन् मध्ये कोऽपि तत्र सम्बन्धः न दृश्यते अतः अत्र षष्ठ्यान्तं पदः किं निर्देशं करोति स्थानी इत्युक्ते इकः स्थाने यन् आदेशः कदा अचि परे इति तत्र सम्पूर्णवाक्यं भवति यदा वयं तस्य कोड् इति उपयोगं कुर्मः चेत् सो यन् इति प्रथमान्तं पदम् अस्ति अतः सः आदेशः वा आगमः वा नामकरणम् इति सूचयति परन्तु अस्मिन् सूत्रे कृपया म्यूट् मध्ये तिष्ठतु भगिनी तत्र बहु ध्वनिः आयाति इदानीमहं म्यूट् कृतवती यदा कोऽपि वक्तुम् इच्छति तदा एव अनम्यूट् करोतु अन्यथा तत्र रेकार्डिङ्ग् मध्ये अपि तत्र प्रायशः तत्र ध्वनिः आयाति. अस्तु, धन्यवादः. सो अचि इति पदं पश्यामः चेत् तत्र किम् अस्ति, अचि इति सप्तम्यान्तं पदः. सो सप्तम्यान्तं पदस्य विषये तत्र किं निर्दिष्टम् अस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रम् अस्ति. सो पाणिनिना अनेन परिभाषासूत्रेण सह किं वदति, तस्मिन् इति कथनेन तत्र सप्तम्यान्तं पदस्य निर्देशः. सो सप्तम्यान्तं पदः सूत्रे अस्ति चेत् तस्य साक्षात् पूर्वे, सः निमित्तं भवति तस्य साक्षात् पूर्वे, इत्युक्ते अव्यवहितस्य तत्र वर्णस्य सः यः पूर्वे अस्ति तत्र एव किं भवति, पूर्वकार्यम् इति वदामः. सो सप्तमी विभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः निमित्तं भवति कस्य कृते, कार्यस्य कृते. अपि च कार्यं कुत्र भवति, तस्य सप्तम्यान्तं विभक्तिद्वारा यत् निर्दिष्टं वर्णः तस्य साक्षात् पूर्वे भवति, इत्युक्ते तत्र अव्यवहितरूपेण यः तस्य पूर्वे यः वर्णः तत्र एव कार्यं भवति. इत्युक्ते यत्र इक् वर्णः साक्षात् तस्य परे कोऽपि अच् वर्णः अस्ति चेदेव यानिति आदेशः करणीयम् इति तत्र परिभाषासूत्रेण वयं ज्ञातुं शक्यते. सो तत्र पाणिनिना एतादृशपरिभाषा दत्तम्, इत्युक्ते साक्षात् पूर्वे अथवा साक्षात् परे निमित्तम् अस्ति चेत् तत्र कार्यं करणीयम्. अव्यवहित इत्युक्ते व्यवधानविना वर्णः तत्र अस्ति चेदेव कार्यं करणीयम्. संहितायां तत्र पश्यामः चेत् तदपि समानसूचना तेन भवति, इत्युक्ते परस्परं वर्णयोः मध्ये परस्परं तत्र अत्यन्तसमीपता अस्ति चेत् अव्यवहितरूपेण ते वर्णः तत्र स्थितम् अस्ति चेदेव तत्र किं कार्यं भवति इति सप्तमी विभक्त्यान्तं पदस्य अर्थः. अपि च तत्र पञ्चमी विभक्त्यान्तं पदः अस्ति चेत् तस्य कृते यः परिभाषा अस्ति सः अस्ति तस्मादिति उत्तरस्य, इत्युक्ते तस्मात् इति कथनेन पञ्चमी विभक्त्यान्तं पदस्य निर्देशः. सो सूत्रे पञ्चमी विभक्त्यान्तं पदः अस्ति चेत् तस्य साक्षात् पूर्वे कार्यं भवति, इत्युक्ते सः निमित्तं भवति कार्यस्य कृते. पञ्चमी विभक्त्यान्तं पदः निमित्तं भवति, तेन कारणेन तत्र कार्यं भवति, परन्तु अव्यवहितरूपेण, इत्युक्ते व्यवधानविना वर्णः तस्य परे अस्ति चेत् स्थानीय तस्य परे साक्षात् तत्र अस्ति चेदेव तत्र निर्दिष्टं कार्यं करणीयम् इति परिभाषासूत्रं वदति. अस्तु, तत्र आदेशस्य विषये वयम् इदानीं तत्र पञ्चमी विभक्त्यान्तं पदस्य विषये तत्र यः उदाहरणमस्ति तत् पश्यामः. तत् किम्, सप्तमी विभक्त्यान्तं पदस्य विषये वयं दृष्टवन्तः अचि इति सप्तम्यान्तं पदः. सो सूत्रे सप्तमी विभक्त्यान्तं पदः अस्ति अथवा पञ्चमी विभक्त्यान्तं पदः अस्ति, अपि च तृतीया विभक्त्यान्तं पदः अस्ति चेत् सः कार्यस्य कृते निमित्तं भवति, इत्युक्ते हेतु भवति, तेन कारणेन तत्र कार्यं भवति. सो वर्णः परस्परयोः तत्र संहिता अस्ति चेदेव तत्र सन्धिकार्यं भवति, इत्युक्ते वर्णकार्यं भवति. सन्धिकार्यम् इति वर्णकार्यं, तत्र वर्णयोः मध्ये किमपि तत्र भवति. हा, एकम् अन्यत् बिन्दु अहं वक्तुम् इच्छामि. तत्र लुङ् लङ् लृङ्षु अट् उदात्तः यः सूत्रं वयम् अस्माभिः तत्र पठितं, तत्र उदात्तः इति कथं तत्र निर्देशं पाणिनिना कृतं, किमर्थं तत्र उदात्तः सः वदति पाणिनिमहर्षि? तो तत्र व्याकरणशास्त्रे प्रसिद्धवचनम् अस्ति, यत्किमपि आगमः स्वरस्य आगमः, इत्युक्ते यत्र अचस्य आगमः भवति व्याकरणशास्त्रे सः प्रायशः अनुदात्तस्वरः एव अस्ति, प्रायशः, जनरलि स्पीकिङ्ग्. परन्तु अत्र यः विशिष्टरूपेण पाणिनिना दत्तम् अट् उदात्तः. सो यत्र यत्र विशिष्ट स्वरस्य तत्र उदयः तत्र सः निर्देशं करोति, तत्र उदात्त इति बहु सूत्रेषु तत्र लभ्यते. सो किमर्थम् उदात्तस्वरस्य अत्र आगमः, एतत्तु भिन्नविषयः, परन्तु तत्र प्रवादः कः अस्ति इत्युक्ते प्रसिद्धवचनं किम् अस्ति व्याकरणशास्त्रे, प्रायशः यः अच् वर्णस्य तत्र आगमः भवति व्याकरणशास्त्रे सः अनुदात अस्ति प्रायशः, परन्तु अत्र यः अट् इति आगमः सः उदात अट् अस्ति इति, तस्य विषये एव अत्र अट् उदातः इति लिखितमस्ति सूत्रे. अस्तु, इदानीं प्रारम्भं कुर्मः डी बिन्दुतः पञ्चमी विभक्ति. कः पठितुम् इच्छति, कः अथवा का पठितुम् इच्छति? भगिनी, एका शङ्का अस्ति. अट अट इति लिखितमस्ति, अट इति प्रत्याहार या अस्य आगमः अस्ति? आगमः प्रत्याहार आम्, सत्यं भगिनि. अट् इति प्रत्याहारः अपि अस्ति व्याकरणे, अट् इति प्रत्याहारः अस्ति, अतः अत्र भ्रमः जायते, परन्तु अत्र अट् इति आगमः, सो आगमे एकमेव वर्णस्य तत्र उदयः भवति, सो अट् इति अत्र केवलम् अकारस्य आगमः, सः अकारः उदात् अकारः इति अत्र निर्दिष्टमस्ति सूत्रे. अस्तु, पठितुमिच्छति वा भगिनि अत्र डी बिन्दुतः अथवा? आम्, कृपया पठतु. नामकरणं, पञ्चमी विभक्ति डी बिन्दु अस्ति अत्र, स्क्रीन् दृश्यते वा महोदय? पञ्चमी विभक्ति. एकनिमिषः भगिनि, एकनिमिषः. आं भगिनि वदतु, प्रश्नः अस्ति वा? प्रश्नः नास्ति. अत्र अञ्जना अनन्तरम् अनन्तलक्ष्मी इति अत्र आगतवन्तौ श्रुतवत्यौ एव, अञ्जनी अपि च अञ्जना अनन्तरम् अनन्तलक्ष्मी. अनन्तलक्ष्मी, ओके, चिन्ता मास्तु. कालानन्तरं वक्तुमिच्छामि. अस्तु महोदय, धन्यवादः. ओके भगिनि, अस्तु, पठतु भगिनि उषा भगिनि. पञ्चमी विभक्तिः परकार्यं. सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. नामनिर्दिष्टं कार्यं तस्मात् परमस्ति. रसाभ्यां नो नः समानपदे 8.4.1 अष्टमाध्याये चतुर्थपादः प्रथमसूत्रम्. रेफ चकाराभ्याम् उत्तरस्य नकारस्य नकारदेशो भवति. समानपदस्थो चेदेव निमित्तिनौ भवतः. रसाभ्यां पञ्चम्यन्तं नः षष्ठ्यन्तं नः प्रथमान्तम्. वदतु किञ्चित् किं लिखितमस्ति अत्र? यत्र कुत्र पञ्चमी विभक्ति अस्ति, सूत्रे वर्णस्य पञ्चमी विभक्ति अस्ति, तस्य पूर्वं कार्यम् अस्ति. निर्दिष्टं कार्यं तस्मात् परम् अस्ति. सः इत्युक्ते अत्र किं लिखितमस्ति, वाक्ये किं लिखितमस्ति? सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः इत्युक्ते पञ्चमी विभक्त्यान्तं पदः कुत्र अस्ति? यत्र कुत्र निर्दिष्टमस्ति तस्मात् तस्मात् परं कार्यं भवति. तत्तु सत्यं, परन्तु अत्र किं लिखितमस्ति? सः निर्दिष्ट, सः इत्युक्ते पञ्चमी विभक्त्यन्त पदं यत् कोऽपि कार्यं निर्दिष्टति. न, पञ्चमी विभक्त्यान्तं पदः कार्यस्य कृते निर्देशं न करोति, प्रथमा विभक्त्यान्तं पदः कार्यस्य कृते निर्देशं करोति, पञ्चमी विभक्त्यान्तं पदः कार्यस्य कृते हेतु अस्ति, इत्युक्ते तेन कारणेन तत्र निर्दिष्टं कार्यं भवति. पञ्चमी विभक्त्यान्तं पदः, अतः किं वदामः, निमित्तम् अस्ति. पञ्चमी विभक्त्यान्तं पदः निमित्तं भवति. सो निमित्तं कुत्र अस्ति? निमित्तं निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्युक्ते यत्र कार्यं करणीयं, निर्दिष्टात् कार्यात् इत्युक्ते यत्र कार्यं करणीयं तस्य पूर्वे निमित्तं स्थितम् अस्ति इति अत्र लिखितमस्ति. इत्युक्ते भिन्नरीत्या वदामः चेत् पञ्चमीविभक्त्यान्तं पदः प्रथमे, तस्य अनन्तरं षष्ठीविभक्त्यान्तं पदः, सो तत्र एव सः एव स्थानी भवति. अवगतं वा? पञ्चमीविभक्त्यान्तं साक्षात् परे किमस्ति? स्थानी अस्ति. पञ्चमी किमर्थं चेत् स्थानी स्थानी तत्र यः वर्णः तत्र एव कार्यं करणीयं. पञ्चमीविभक्त्यान्तं पदः तु कार्यस्य कृते निमित्तम् अस्ति, तेन कारणेन तत्र कार्यं भवति. यत्किमपि कार्यं तत्र निर्दिष्टं कार्यं सः पञ्चमीविभक्त्यान्तं पदस्य परे भवति, तत्तु सत्यं. सो कार्यस्य पूर्वे तत्र पञ्चमीविभक्त्यान्तं पदः अस्ति इति अत्र लिखितम् अस्ति. अस्तु, सो निर्दिष्टं कार्यं तस्मात् परम् अस्ति इत्युक्ते यत् निर्दिष्टं कार्यं सः पञ्चमीविभक्त्यान्तं पदस्य परम् अस्ति इत्युक्ते स्थाने तस्य परे अस्ति, परम् अस्ति, अनन्तरम् अस्ति. सूत्रस्य विषये वदतु, सूत्रं किं वदति? एक उदाहरणं ददाति वा? हा, अत्र लिखितमस्ति रसाभ्यां नोनः समानपदे. अत्र पश्यामः उदाहरणरूपेण पश्यामः. रस रसाभ्याम् इति पञ्चम्यान्तं पदमस्ति. रस यत्र कुत्र आगच्छति, नो इति षष्ठ्यन्तपदमस्ति, नहस्य षष्ठी नो, तस्य स्थाने नस्य स्थाने यदा रस पूर्वमस्ति तदनन्तरं न अस्ति तत्र ते षष्ठ्यन्ते अस्ति, ते तस्य स्थाने नः भवति. नः इति प्रथमान्तं पदमस्ति, नस्य स्थाने न आगच्छति. सत्यं, मूर्धन्यनकारः तत्र आयाति. अत्र लिखितमस्ति समानपदस्थौ, समानपदस्थौ किं तत्र भवेत् चेदेव कार्यं करणीयं. निमित्तिनौ, निमित्तिन् अपि च निमित्तः. निमित् इत्युक्ते रेफः अथवा शकारः. निमित् किम् अस्ति? कार्यस्य कृते निमित्तं किं? रेफः अथवा शकारः. रश निमित्तम् अस्ति. निमित्तिन् इत्युक्ते, निमित्तिन् इत्युक्ते नकारः, दन्त्यनकारः इत्युक्ते स्थानी स्थानीपदम्. निमित्तिन् स्थानी, निमित्तः हेतुः, हेतुः अपि च स्थानी एकस्मिन् पदे अस्ति चेदेव नोणः भवति इति सूत्रं वदति. एकस्मिन् पदे निमित् अपि च निमित्तं नास्ति चेत् कार्यं न करणीयम् इति सूत्रं वदति. सो एकस्मिन् पदे निमित्तं निमित् अपि च निमित्तं समानपदस्थौ चेदेव कार्यं, चेदेव तत्र किं करणी, रेफस्य स्थाने तत्र अस्तु, रेफस्य कारणेन तत्र दन्त्यनकारस्य मूर्धन्यनकारः इति आदेशः इति सूत्रं वदति. सो सूत्रं सूत्रे आम् भिन्नरीत्या वदामि. रसाभ्याम् इति पञ्चमी अन्तं पदः अस्ति, नः इति षष्ठ्यन्तं पदः, नकारः मूर्धन्यनः इति प्रथमान्तं. परन्तु अत्र भ्रमः जायते. किमर्थं भ्रमः? अत्रापि केवलं नकारस्य ग्रहणम् इत्युक्ते नकारः रेफस्य साक्षात् परे अस्ति चेदेव दन्ति तस्य स्थाने किं करणीयं, मूर्धन्य इति आदेशः करणीयं. तथैव षकारस्य साक्षात् परे, तत्र यः परिभाषा दत्तमस्ति तस्मात् इति उत्तरस्य, तस्मात् इति उत्तरस्य इति परिभाषा किं वदति? निमित् अपि च निमित्तं मध्ये व्यवधानं नास्ति चेदेव तत्र निर्दिष्टं कार्यं भवति. इत्युक्ते साक्षात् रकारस्य साक्षात् अनन्तरं दन्तिनकारः अस्ति चेदेव सः दन्तिनकारः अपगच्छति, तस्य स्थाने मूर्धन्यनकारः इति आदेशरूपेण आयाति इति तत्र परिभाषा वदति. तस्मादिति उत्तरस्य इत्युक्ते पञ्चमीयान्तं पदस्य साक्षात् उत्तरं तत्र निमित्तम् अस्ति चेदेव तत्र निर्दिष्टं कार्यं करणीयम् इति परिभाषा वदति. सो अत्र किं निमित्तं? रेफः अथवा शकारः इत्युक्ते अत्र द्वौ निमित्तम् अत्र स्तः. अतः अत्र पञ्चमी द्विवचनम् अस्ति. रे रषाभ्याम् इति पञ्चमी अन्तं पदः, पञ्चमी द्विवचनम् अस्ति. किमर्थं चेत् अत्र पाणिनी किं निर्देशं करोति? रेफस्य अनन्तरं दन्तिना अस्ति चेदपि कार्यं, शकारस्य अनन्तरं साक्षात् अनन्तरं दन्तिना अस्ति चेदपि कार्यं करणीयं. सो अत्र भ्याम् इति लिखितम्. अनन्तरं नः इति वदामः चेत् कथं जानीमः नः इति षष्ठ्यन्तं वा प्रथमान्तम्? सो अत्र तु नः तु षष्ठ्यन्तम् एव अस्ति, परन्तु अत्र भ्रमः जायते. णः इति कथनेन किमर्थं नः इति षष्ठ्यन्तं नास्ति? किमर्थं वयं सः प्रथमान्तम् इति तत्र प्रयोगं कुर्मः? अत्र किम् अस्ति? अत्र पाणिनिना अकारस्य अपि ग्रहणम्, इत्युक्ते नः न मूर्धन्यनकारस्य सह अत्र अकारः अपि अस्ति, परन्तु सः अकारः केवलम् उच्चारणार्थं. किमर्थं? वयं जानीमः प्रक्रिया दृष्ट्वा वयं जानीमः दन्त्य न अपगच्छति तस्य स्थाने मूर्धन्यनकारः एव आयाति, न तु णा इति आयाति. सो अत्र यः अकारस्य सह ग्रहणं करोति महर्षि, सः अकारः केवलम् उच्चारणार्थम्. सो अत्र अकारान्त पदम् अस्ति, परन्तु अत्र किं वदामः, नकारान्त एव इत्युक्ते हलन्त शब्दः न इति कथनेन केवलं हलन्तशब्दः. सो हलन्तशब्दस्य षष्ठी एकवचनम् अस्ति नः. सो नः इति षष्ठी, सो तेन एव वयं ज्ञातुं शक्यते नः इति षष्ठ्यान्तम्. अत्र नः किमर्थं प्रथमान्तम् इति तत्र तादृशः चर्चा इति तत्र व्याकरणे. अत्र अकारस्य अपि ग्रहणं महर्षिणा कृतं, सः अकारः केवलम् उच्चारणार्थम्. सो रामः यदा रामः इति वदामः सः प्रथमान्तं पदः भवति, तथैव अत्रापि नः इति कथनेन प्रथमान्तं भवति. किमर्थं चेत् अत्र अकारस्य अपि ग्रहणं, तादृशः तत्र व्याख्या दत्तमस्ति अन्येषु व्याकरणग्रन्थेषु. किमर्थं चेत् अत्र भ्रमः जायते. सो नः इति षष्ठ्यान्तं पदस्य तत्र स्वीकुर्मः, नः इति मूर्धन्यनकारः सः प्रथमान्तं पदः स्वीकुर्मः चेदेव वयं ज्ञातुं शक्यते रेफः परे दन्ति न अस्ति चेत्, साक्षात् परे दन्ति न अस्ति चेत् तस्य स्थाने प्रथमा विभक्त्यान्तं पदः किं निर्देशं करोति? आदेश, आगम अथवा नामकरणं. परन्तु अत्र षष्ठ्यन्तं पदः अस्ति, अतः अत्र आगमकार्यं. सो नकारः अपगच्छति, दन्ति न अपगच्छति, तस्य स्थाने मूर्धन्यनकारः इति आयाति. परन्तु अत्र एकम् अन्यत् तत्र किमस्ति निमित्तरूपेण तत्र दत्तमस्ति, समानपदौ स्थः चेदेव, इत्युक्ते निमित् अपि च निमित्तम् एकस्मिन् पदे अस्ति चेदेव एतादृशः निर्दिष्टम् एतादृशः कार्यं करणीयं. भिन्नभिन्नपदे निमित्तम् एकस्मिन् पदे अस्ति, निमित्तम् अन्यस्मिन् पदे अस्ति चेत् तत्र कार्यं न करणीयम् इति सूत्रं वदति. सो अत्र we should remember this now that नः इति षष्ठ्यान्तम् अस्ति, परन्तु मूर्धन्यनः इति यः अस्ति सः प्रथमान्तं पदः. किमर्थं चेत् नकारः प्रक्रिया दृष्ट्वा एव वयम् एतादृशः व्याख्या वयं कर्तुं शक्यते. अन्यथा तु तत्र पाणिनिना तु कोऽपि व्याख्या न दत्तमस्ति, सः केवलं वदति रषाभ्यां नूनः समानपदे. भिन्नरीत्या भिन्नचर्चा तत्र अपि अस्ति, इत्युक्ते यः अष्टाध्यायी इति ग्रन्थः, तत्र वयं जानीमः पूर्वस्मिन् काले तत्र किम् आसीत्, ते सर्वे शिष्यः प्रथमे किं तत्र तेषां कण्ठस्थी सूत्राणां कण्ठस्थीकरणं ते कुर्वन्ति. परन्तु तत्र सूत्रस्य कण्ठस्थीकरणस्य कृते तत्र किम् अस्ति, तत्र छन्दः अपि अस्ति, इत्युक्ते दीस् आर् आल् छन्दोबद्ध सूत्राणि. सो वयं जानीमः तेन किं भवति, कण्ठस्थीकरणस्य कृते तत्र सुलभं भवति. सो अत्रापि किमर्थं पाणिनिना अत्र अकारस्य ग्रहणं सः करोति? तत्र तु अपवादः अस्ति, परन्तु एतादृशः व्याख्यानं दृष्ट्वा एव वयं वक्तुं शक्यते अत्र नः इति पदं षष्ठ्यन्तं, परन्तु मूर्धन्यः यः तत्र अस्ति पदे सूत्रे सः प्रथमान्तं पदः इति तत्र व्याख्या दृष्ट्वा एव वक्तुं शक्यते, अन्यथा तु अत्र भ्रमः जायते। द्वितीयम् अस्ति, द्वितीयं किम् अस्ति, प्रवादः इत्युक्ते प्रसिद्धवचनम् अस्ति व्याकरणशास्त्रे, यत्र कुत्रापि पदे पदे इत्युक्ते सूक्तिङन्तं पदः, यत्किमपि भाषायां यः पदम् अस्ति तत्र वयं किं प्रायशः किं दृष्टवन्तः, तत्र कुत्रचित् मूर्धन्यनकारः अस्ति, कुत्रचित् तालुनकारः अस्ति, कुत्रचित् तत्र कण्ठनकारः श्रूयते, परन्तु प्रवादः कः इत्युक्ते प्रसिद्धवचनः कः, प्रायशः तेषां स्थाने पूर्वे तत्र दन्त्य न एव आसीत्, इत्युक्ते तत्र ञ ण अपि च यः कण्ठ न श्रूयते पूर्वे सः दन्त्य न एव आसीत्। तत्र वयं जानीमः मोनुस्वारः नश्च पदान्तस्य जलि अपि च तत्र ययो ययि पारस्वर्णः इति सूत्रत्रयम् अस्ति, तेन किं भवति यः प्रथमे तु तत्र नकारस्य अनुस्वारादेशः, अनन्तरं तस्य तत्र ययि पारस्वर्णः इति पारस्वर्ण आदेशः भवति। सो यत्र कुत्रापि व्याकरणशास्त्रे वयं ञ इति तालुन्य पश्यामः अपि च मूर्धन्यन्य नकारः पश्यामः कण्ठ्यन पश्यामः, तत्र पूर्वे किम् आसीत्, ऐदर् मकारः आर् नकारः, नकारः एव तत्र इति तत्र प्रवादः इत्युक्ते प्रसिद्धवचनः। सो तत् आधारेण एव वयम् अत्र किं वदामः, रसाभ्यां दन्त्यन एव स्थाने अस्ति, तस्य स्थाने मूर्धन्य इति नकारः आदेशः। सो अत्र णः इति षष्ठ्यान्तं पदः, परन्तु मूर्धन्यणः यः अस्ति तत्र अकारस्यापि ग्रहणम्, अतः सः प्रथमान्तं पद इति भवति सूत्रे। सो तत्र प्रथमा विभक्तियान्तं पदः सूत्रे अस्ति चेत् सः आदेशः अथवा आगमः अथवा नामकरणम् इति सूचयति। सो अत्र कः आदेशः, दन्त्यनस्थाने मूर्धन्यन इति आदेशः, परन्तु कदा करणीयं, यदि रकारस्य साक्षात् परे दन्त्यन अस्ति चेदेव कार्यं करणीयम्, अपि च समानपदे निमित्तनः समानपदे अस्ति चेदेव कार्यं करणीयम्। अत्र किं कार्यं, नत्वकार्यम् इत्युक्ते मूर्धन्यनकारस्य अत्र आदेशः अस्मिन् सूत्रे दृष्टम्। सो विषयः कः, पञ्चम्यान्तं सूत्रे अस्ति चेत् तत्र किं निर्देशं, पूर्व तत्र पूर्वनिमित्तं परकार्यम् इत्युक्ते कार्यं निमित्तस्य परे भवति। सो यदि प्रथमे नकारः आयाति तस्य अनन्तरं रेफः अथवा शकारः आयाति तत्र तु नत्वं न भवति, किमर्थं चेत् अत्र रेफ् शकार अनन्तरं दन्त्यन आयाति चेदेव नत्वं करणीयम् इति पञ्चम्यान्तं पदस्य अर्थः। पञ्चम्यान्तं पदः यः निमित्तम् अस्ति तस्य अनन्तरम् एव स्थाने अस्ति चेदेव कार्यं करणीयं, तस्य पूर्वे निमित्तं स्थाने अस्ति तत्र तु कार्यं न भवति इति तु वयं जानीमः, प्रक्रिया दृष्ट्वा वयं जानीमः। सो पञ्चम्यान्तं पदः सूत्रे अस्ति चेत् तस्य अनन्तरं स्थाने आयाति चेदेव तत्र निर्दिष्टं कार्यं करणीयम् इति तस्य अर्थः। अवगतं वा सर्वैः, अवगतं वा पूर्णिमा भगवी भगिनी? इदानीं अस्तु अस्तु। सो यदि दन्त्य न रेफस्य पूर्वे अस्ति तत्र तु कार्यं न भवति इति वयं जानीमः। सो रेफस्य पञ्चम्यान्तं पदस्य परे निमित्तम् अस्ति चेदेव कार्यं करणीयं, कार्यं किं, नत्वकार्यम् इति अस्मिन् सूत्रे तदेव लिखितमस्ति। अस्तु अत्र उदाहरणं वदतु महोदय। हा वदतु महोदय। महोदय मूर्धन् नास्ति, तत्परं स्वर अपि अस्ति, स्वर उच्चारणार्थम् अस्ति, तत्परे मत्स्य विसर्ग अपि अस्ति, तु विसर्ग किं कारणे तत्र अस्ति मत्स्य भ्रम करोति मत्स्य नकार अकार तु सम्यक् तत्परं महोदय प्रथमा विभक्त्यान्तं पदः यः रामः राम इति प्रातिपदिकम् अस्ति तत्र सुप् योजयामः चेदेव तत्र विभक्ति भवति न महोदय सो सकारस्य तत्र विसर्ग आदेशः भवति ससजोरुः अनन्तरं खरावसान विसर्जनीय सो विसर्गः अस्ति चेदेव तत्र सुप् प्रत्ययस्य सः प्रतिनिधि विसर्गः सुप् प्रत्ययस्य प्रतिनिधि सो विसर्गः कुत्र भवति प्रथम अकारान्त शब्दे तत्र प्रथम एकवचने तत्र विसर्ग आदेश सु इति प्रत्ययः अस्ति सो औजस् सो सु तत्र उकारः तत्र इत्संज्ञकः सकारस्य तत्र किं ऋत्वं भवति अनन्तरं रकारस्य तत्र विसर्ग आदेशः सो अकारान्त शब्दे तत्र एतादृशः विभक्ति भवति सो अत्र अकारः उच्चारणार्थं महोदय अन्य अन्यमत अन्यप्रश्नः अस्ति दन्तं न जानामि मूढं न अपि जानामि कण्ठेन अन्यद् कार्यके कुत्र अस्ति न जानामि किं महोदय कण्ठनकारः बहुषु पदेषु तत्र श्रूयते महोदय यदि तस्य परे नकारस्य परे यदि अनुस्वार मकारस्य परे तु कोऽपि कवर्गीयव्यञ्जन अस्ति तत्र ययि परस्वर्णः इति सूत्रेण तत्र कण्ठन इति आदेशः भवति यत्र अनुस्वारस्य परे कोऽपि कवर्गीयव्यञ्जन आयाति चेत् अनुस्वारस्य कः आदेशः ययि परस्वर्णः इत्युक्ते तत्र अनुस्वारः किमस्ति नासिका इत्युक्ते सः अनुनासिकवर्णः सो कवर्गेषु केवलं नकारः अन्तिमवर्णः एव अनुनासिकवर्णः सो सवर्ण आदेशः तत्र करणीयं सो सवर्णः कः नकारः इति सवर्णः सो कवर्गीयव्यञ्जनः परे अस्ति चेदेव तत्र कण्ठन आयाति तथैव टठ डडन अनुस्वारस्य परे टठ डड टवर्गीयव्यञ्जनः अस्ति चेत् तत्र तद् मूर्धन्यनकारः इति आदेशः तथैव अनुस्वारस्य परे चवर्गीयव्यञ्जनः अस्ति चेत् तत्र ञ भवति अनुस्वारस्य स्थाने तत्र ञ इति सवर्ण आदेशः ञ इति आयाति इति तत्र त्रीणि रूपेण नकारः भवति कण्ठन सो यै परे कः वर्णः तस्य तस्य आधारेण एव तत्र करणीयं कार्यं यदा वयं तत् सूत्रं पठिष्यामः तत्र एतत् तत्र एतत् स्पष्टता आयाति सन्धिकार्यस्य विषये सूत्रं पठामः चेदेव तत्र सूत्रेण मुदन् नकारः अस्ति तत्र हलन्तरूपेण आयाति अत्र अत्र आचवर्णेन रूपेण आयति न केवलं पदान्तस्य मकारस्य तत्र अनुस्वार आदेशः परन्तु तत्र नश्च पदान्तस्य जलि इत्युक्ते तत्र जलवर्णः परे अस्ति चेत् अपदान्तनकारस्य अपि च मकारस्य अपि तत्र अनुस्वारादेशः भवति यदा तत् सूत्रम् आयाति तदा एव एतस्य विषये पश्यामः महोदय न केवलं पदान्तमकार यदा भवान् उक्तवान् हल् परे अस्ति चेत् अनुस्वारादेशः सो सः तु पदान्ते मकारस्य परन्तु अपदान्ते अपि तत्र कार्यं भवति अनुस्वारादेशः भवति अस्तु महोदय मालती भगिनी शी इस् सेयिङ्ग् देट् काण्ट् हियर् तत्र मम ध्वनिः सम्यक् आयाति वा अस्तु अस्तु तत्र चाट् संशयमस्ति आं पृच्छतु भगिनि भगिनि ऐ एम् गेटिङ्ग् मिक्स्ड् अप् बिट्वीन् पूर्वम् अण्ड् पर टर्म्स् because in this explanation it says saha nirdishtat karyat purvam stitam ityartham but panchami you said para karyam no sampurna vakyam pathamah chedeva artham gyatum shakyate saha ityukte kim atra drishyatu sutre yasya varnasya panchami vibhakti asti यस्य वर्णस्य पञ्चमी विभक्ति सः इत्युक्ते पञ्चमी विभक्ति यान्त वर्णः निर्दिष्टात् कार्यात् पूर्वं स्थितः इति तस्य अर्थः पञ्चमी विभक्त्यान्तं पदः कुत्र स्थितः तस्मिन् पदे कुत्र स्थितः यः निर्दिष्टात् कार्यात् इत्युक्ते नकारस्य यः ण इति आदेशः पञ्चमी विभक्त्यान्तं कुत्र अस्ति तस्य पूर्वे नकारस्य पूर्वे अस्ति स्थितम् अस्ति इत्युक्ते निमित्तं पूर्वे निमित्तं कार्यस्य पूर्वे अस्ति कार्यं कुत्र भवति निमित्तस्य परं भवति इति अत्र लिखितं सः इत्युक्ते पञ्चमी विभक्त्यान्तं पदः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्युक्ते द पञ्चमी विभक्त्यान्तं पदः विल् कम् फस्ट् देन् द निर्दिष्टं कार्य विल् हेपन् देट् इस् वै ऐ सेड् इफ् नकारः पूर्वे अस्ति तस्य परे रेफः अस्ति तत्र तु कार्यं नत्व इति कार्यं न भवति न नत्व इति कार्यं कदा भवति यदा प्रथमे आदौ तत्र रेफः अस्ति तस्य साक्षात् अनन्तरं दन्तिना अस्ति इत्युक्ते निर्दिष्टात् कार्यात् इत्युक्ते यत्र स्थाने अस्ति तस्य पूर्वं स्थितः कः वर्णः पञ्चमी विभक्त्यान्तं विभक्तिद्वारा निर्दिष्टं वर्णः कार्यस्य पूर्वे स्थितः अतः वयं किं वदात् पूर्वनिमित्तं परकार्यं निमित्तं कार्यस्य पूर्वे अस्ति सप्तमी विभक्त्यान्तं किं भवति पूर्वकार्यं तत्र तु कार्यं पूर्वे भवति निमित्तं परे अस्ति तत्र तत्र सप्तमी विभक्त्यान्तं पदः निर्दिष्टात् कार्यात् परं स्थितः इत्युक्ते अकारः इकारस्य परे अस्ति स्थितः अस्ति चेदेव इकारस्य स्थाने यानिति आदेशः परन्तु पञ्चमी विभक्ति तत्र नास्ति पञ्चमी विभक्त्यान्तं पदः पूर्वे अस्ति तस्य परे कार्यं करणीयम् इति पञ्चमी विभक्त्या तस्मादिति उत्तरस्य सो उत्तरस्य इति कथनेन कार्यं पञ्चमी विभक्त्यान्तं पदस्य उत्तरे भवति अनन्तरं भवति परन्तु निमित्तं तु कार्यस्य पूर्वे स्थितम् अस्ति इति अत्र लिखितमस्ति महोदय एकनिमिषः महोदय भगिनी सम्यक् वा अवगतं वा आं भगिनि सो द रेफर् शुड् बि बिफोर् द नकार पूर्वं स्थितः सो यत्र निर्दिष्टात् इत्युक्ते यत्र स्थानी अस्ति स्थानी पूर्वे रेफः अस्ति चेदेव कार्यं भवति यदा निमित्तस्य तत्र पूर्वे स्थानी अस्ति तत्र तु कार्यं न भवति नकारः प्रथमे अस्ति तस्य अनन्तरं रेफः आयाति तत्र तु नत्वकार्यं न भवति न भगिनि नत्वकार्यं कदा भवति रेफः पूर्वे अस्ति तस्य साक्षात् परे नकारः दन्तिन अस्ति चेदेव कार्यं भवति कार्यं किं मूर्धन्य इति आदेशः मूर्धन्यनकारस्य आदेशः इति अत्र लिखितमस्ति यदा अत्र उदाहरणरूपेण अत्र दत्तमस्ति उदाहरणं पठतु भगिनि अत्र वर्णः पूर्णः अत्र किमस्ति पूर्ण पूर्वे तत्र किमस्ति व वकारः अत्र विच्छेदः करोतु वर्णविच्छेदः करोतु व अ ऋ न सो अत्र निमित्तः अपि च निमित्तम् एकस्मिन् पदे अस्ति अपि च साक्षात् तत्र संहिता अपि अस्ति अत्र संहिता अस्ति वा नास्ति आं भगिनि वर् अस्ति रकारस्य साक्षात् अनन्तरं तत्र नकारः मध्ये किमपि व्यवधानं नास्ति अव्यवहितरूपेण तत्र निमित् अपि च निमित्तम् अव्यवहितरूपेण अत्र अस्मिन् पदे अस्ति सो अतः अत्र रसाभ्यां नोनः समानपदे इति सूत्रस्य प्रसक्तिः प्राप्तिः अपि सो तेन किं भवति अत्र नकार नकार भवति तथैव पूर्ण इति अस्ति वदतु परन्तु व अनन्तरम् अ अस्ति खलु तस्य अनन्तरं रेफः रकारः रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अत्र केवलं निमित्तं किम् अत्र निमित्तं किं भगिनि निमित्त किम् अस्ति रकारः निमित्तं किम् अस्ति स्थानि किम् अस्ति स्थानि मूर्धन्यनकारः न न स्थानि मूर्धन्यनकारः तु आदेशः स्थानि नकारः दन्तिन सो रकारः अपि च दन्तिनकार मध्ये किमपि व्यवधानम् अस्ति वा नास्ति अतः अत्र कार्यं भवति रफ रषाभ्यां नूनः समानपदे तदेव वदति रेफः अथवा शकारः अपि च निमित्तिन् अपि च निमित्तं न केवलं समानपदे स्थः परन्तु अव्यवहितरूपेण स्थितम् अस्ति चेदेव कार्यम् इति सूत्रं वदति एतत् सूत्रं रषाभ्यां नूनः समानपदे किमर्थं चेत् तादृशपरिभाषा व्याकरणे अस्ति तस्मादिति उत्तरस्य सूत्रं पठामः चेत् तत्र अव्यवहितरूपेण निमित् अपि च निमित्तम् अस्ति चेदेव कार्यं करणीयम् इति तत्र परिभाषा वदति सो अत्रापि वर्णः पूर्णः रेफस्य तथैव कृष्णः तत्र मूर्धन्यशकारस्य साक्षात् तत्र शकारस्य सह अकारः नास्ति तत्र वयं तत्र किं वदामः हाफ् श वि रैड् द हाफ् श बिकास् तत्र रषाभ्यां नूनः समानपदे इति सूत्रेण शकारस्य साक्षात् परे तत्र दन्तिन अस्ति आसीत् तस्य तत्र रषाभ्यां नूनः समानपदे इति तत्र णत्वं भवति सो कृष्णः इति तत्र श्रूयते कृष्णः अन्ततो गत्वा कृष्णः इति भवति सो एतत् सूर्यम् अव्यवहितरूपेण निमित् अपि च निमित्तम् अस्ति चेदेव एतत् सूत्रं कार्यं करोति परन्तु अनन्तरं तत्र द्वितीयसूत्रं पाणिनिना दत्तं तत् सूत्र अत्र नास्ति सः सूत्रम् अस्ति अट् कुप् वाङ् नुम् व्ययाये अपि इत्युक्ते अष्टमध्याये चतुर्थपादे प्रथमसूत्रम् अस्ति रषाभ्यां नूनः समानपदे अष्टमध्याये चतुर्थपादे द्वितीयसूत्रम् अस्ति अट् कुप् वाङ् नुम् व्ययाये अपि सो साक्षात् सूत्रे तत्र महर्षिणा दत्तं किम् अपि इति कथनेन अपि इत्युक्ते रषाभ्यां नूनः समानपदे अपि इति कथनेन अत्र अस्य सूत्रस्य पूर्णतया तत्र अनुवृत्तिः भवति रिपिटिशन् भवति तेनैव अर्थम् अवगन्तुं शक्यते सो अट् कुप् वाङ् नुम् व्ययाये अपि व्यवधाने अपि किं करणीयं रषाभ्यां नूनः करणीयम् इत्युक्ते निमित् अपि च निमित्तन् मध्ये अट् प्रत्याहारस्य कोऽपि वर्णः नुम् इति कथनेन अनुस्वारः अट् कु इति कथनेन तत्र कुप् इति कथनेन कवर्गीयव्यञ्जनः पू इति कथनेन पवर्गीयव्यञ्जनः अनुमिति अनुस्वारः एतेषु व्यवधाने अपि किं करणीयं रषाभ्यां नूनः समानपदे सो यत्र रेफः अपि च शकारः अपि च दन्त्यनकारस्य मध्ये एतादृशः वर्णाः तत्र आयाति तत्रापि कार्यं करणीयम् किं कार्यं रश नूनः इति कार्यं बिकास् वेन् वि सी द व्यवहारः तत्र मध्ये कोऽपि स्वरः रकारः अपि च दन्तिनकारस्य मध्ये स्वरः अस्ति चेदेव तत्र नत्वं भवति वयं जानीमः अपि च रकारस्य अपि च दन्तिनकारस्य मध्ये कवर्गीयव्यञ्जनः अथवा पवर्गीयव्यञ्जनः अस्ति चेत् तत्रापि कार्यं भवति इति वयं प्रक्रिया तत्र व्यवहारे जानीमः सो तस्य कृते भिन्नसूत्रं पाणिनिना दत्तं बिकास् द परिभाषा इस् लैक् देट् परिभाषा सेस् तस्मादिति उत्तरस्य साक्षात् वर्णः यत्र सूत्रे रषाभ्याम् इति पदं दत्तम् अस्ति पञ्चमी अन्तं पदः अथवा सप्तमी अन्तं पदः अथवा तृतीयान्तं पदः निमित्तस्य साक्षात् परे स्थानी भवति चेदेव अथवा साक्षात् पूर्वे स्थानी भवति चेदेव कार्यं करणीयम् अव्यवहितरूपेण अस्ति चेदेव कार्यं करणीयं सो अत्र ही गेव् अ डिफ्रेण्ट् बिकास् अदर्वैस् देट् विल् क्रियेट् अ ब्रह्मः सो हि गेव् डिफ्रेण्ट् सूत्रः फार् देट् टैप् आफ् कार्यः अट् कुप् वाङ्ग् नुम् व्ययाय अपि रषाव्यां नो नः समानपदे सो पूर्णतया तत्र अनुवृत्ति आवश्यकम् इत्युक्ते यत् वट् एवर् ऐ एम् सेङ्ग् इस् देट् ओके इस् देट् अण्डर्स्टाण्डेबल् बिकास् अत्र यः वर्णः वर्ण भवति केन सूत्रेण अत्र कार्यं रषाभ्यां नूनः समानपदे परन्तु यत्र मध्ये रकारस्य अपि च दन्तनकारस्य मध्ये कोऽपि स्वरः अस्ति चेत् तत्र यः कार्यं नत्वकार्यं भवति सः रषाभ्यां नूनः प्रथमसूत्रे कार्यं न भवति सः द्वितीयसूत्रे कार्यं भवति इत्युक्ते तत्र किं लिखामः अट् कुप् वाङ् नुं व्ययाय अपि इति सूत्रेण तत्र नत्वकार्यं न तु रषाभ्यां नो नः समानपदे बिकास् भिन्नभिन्नसूत्र पाणिनिना दत्तम् सो अव्यवहितरूपेण यत्र कार्यं तत्र तु रषाभ्यां नो नः अत्र तस्मिन् अट् कुप् वाङ् नुं व्ययाय इति व्ययाय इति कथनेन व्यवधाने अपि एतादृशः वर्णस्य व्यवधाने अपि तत्र किं रषाभ्यां नूनः इति करणीयम् इति तत् सूत्रं वदति अत्र तु न दत्तमस्ति परन्तु वयं जानीमः तत्र एतादृशः कार्याणि तत्र भवन्ति व्याकरणशास्त्रे तथैव एकम् उदाहरणमपि वक्तुम् इच्छामि तत्र एकं पदः अस्ति हरिः नयति हरिः नयति इति पदद्वयम् अस्ति हरिः एकवचनरूपं नयति इति तिङन्तरूपं सो तत्र वयं विसर्गसन्धि कुर्मः चेत् तत्र किं भवति हरिर्नयति इति भवति हरिर्नयति परन्तु हरिर्नयति विसर्गसन्धि कृत्वा तत्र एकमेव पदं नास्ति सो तत्र हरिर्नयति रकारस्य साक्षात् अनन्तरं तत्र नकारः श्रूयते दन्तिन परन्तु तत्र आदेशः न भवति नत्वमिति न भवति किमर्थं चेत् समानपदे नास्ति आर् यु गेटिङ्ग् मै पायिण्ट् महोदय सन्धि परे अपि समानपदे न भवति किम् किं महोदय सन्धि न अवगतमपि समानपदे न न न न न देट् इस् नाट् अ समानपद देट् इस् अ सन्धि सन्धि तु सन्धि इस् नाट् नित्यं न महोदय सन्धिकार्यम् इस् नाट् नित्यकार्यम् अस्माकं विवक्षा अस्ति नित्यं कुत्र अस्ति समासिकपदः अस्ति चेत् तत्र नित्यम् अस्ति सन्धिः तत्र तु एकमेव पदः परन्तु द्विपदमस्ति तत्रापि सन्धि समासविषये सन्धि नित्यं करणीयं परन्तु अत्र तु नित्यं नास्ति सन्धिकार्यं नित्यं नास्ति अस्ति अत्र हरिः एकं पदम् अस्ति नयति इति द्वितीयं पदम् अस्ति सन्धि कुर्मः चेत् किं भवति हरिर्नयति भवति रेफस्य स्थाने तत्र र इति आदेशः तत्र किं अत्र एतादृशः तत्र लिखामः हरिर्नयति एतत् पदम् एतत्तु एकमेव पदं नास्ति पदद्वयम् अस्ति सो रेफस्य साक्षात् अनन्तरम् अत्र दन्त्यन सो किमर्थम् अत्र नत्वं न भवति किमर्थं चेत् समानपदे सूत्रे एव दत्तम् अस्ति निमित् अपि च निमित्तेन एकस्मिन् पदे अस्ति चेदेव कार्यं भिन्नभिन्नपदेषु एकस्मिन् पदे निमित् अस्ति अन्यस्मिन् पदे निमित्तेन अस्ति स्थाने अस्ति तत्र तु कार्यं न भवति तत्र हरिर्नयति एव तत्र लेखनीयं तत्र तु हरिर् अत्र मूर्धन्य न इति न भवति किमर्थं चेत् सूत्रे लिखितमस्ति समानपदे निमित् अपि च निमित्तम् अस्ति चेदेव कार्यम् अन्यथा न करणीयम् अत्र व्यवधानमपि न पश्यामः व्यवधाने अपि समानपदे अस्ति चेदेव कार्यं करणीयम् सो अट् कुप् वाङ् नुम् व्ययाय अपि रषाभ्यां नो नः समानपदे तत्र एतस्य सूत्रस्य सम्पूर्णतया अनुवृत्तिः समानपदे रेफः अपि च नकारस्य मध्ये एतः दृश्यः व्यवधानम् अस्ति चेदपि किं करणीयं कार्यं करणीयं किं कार्यं नः स्थाने नकारस्य स्थाने नः नत्वं करणीयम् इति सूत्रं द्वितीयसूत्रं वदति. सो यु हेव् टु सी वेर् एकस्य पदे निमित्तमस्ति चेत् एव नकारस्थाने नत्वं भवति. निमित् अपि च निमित्तिन् स्थानी अपि च हेतुः एकस्मिन् पदे अस्ति चेदेव नत्वकार्यं करणीयं. भिन्नभिन्नपदेषु निमित्तं निमित् अस्ति हेतुः रेफः अपि च शकारः निमित् निमित्तिन् निमित्तिन् इन् स्थानि हा निमित्तिन् अत्र निमित्तिन् अस्ति दन्त्यन अस्मिन् सूत्रे निमित्तिन् किं दन्त्यन तस्य स्थाने एव कार्यं किं नत्वकार्यम् आदेशः नत्वं. सो निमित् अपि च निमित्तिन् एकस्मिन् पदे अस्ति चेदेव कार्यम् अव्यवधाने अस्ति अव्यवहितरूपेण अस्ति चेत् प्रथमसूत्रेण कार्यं मध्ये व्यवधानम् अस्ति चेत् कीदृशव्यवधानः अट् कु पु नुम् एतादृशः व्यवधानं मध्ये अस्ति चेत् कस्य मध्ये निमित् अपि च निमित्तिन् मध्ये तत्रापि कार्यं परन्तु एकस्मिन् पदे समानपदे इति सूत्रस्य अर्थः. सो वयमपि अस्ति चेत् अपि अस्ति चेत् एव कार्यं करणीयं निमित्त अपि च निमित्तिन् एकस्मिन् पदे अस्ति चेत् कार्यम् एतत्तु एकं कण्डिशन् अस्ति. द्वितीय कण्डिशन् किम् अस्ति अट् इति प्रत्याहारे ये ये वर्णाः अट् इति प्रत्याहारे के वर्णाः सर्वाणि स्वरः अपि च हयवरट है न. सो अट् इति प्रत्याहारे सर्वाणि स्वराः अपि च हयवर. सो मध्ये हयवर अस्ति चेत् कस्य मध्ये रेफः अपि च नकारस्य निमित् निमित्तिन् मध्ये अट् प्रत्याहारस्य कोऽपि वर्णः अस्ति तत्रापि कार्यं करणीयं. किं कार्यं नत्वकार्यं. कु इति कथनेन कख गगण मध्ये अस्ति चेत् तत्रापि कार्यं भवति. पु इति कथनेन पफ बब म मध्ये अस्ति चेत् कस्य मध्ये निमित्तिन् निमित्तिन् मध्ये अस्ति चेत् तत्रापि एतादृशः व्यवधानम् अस्ति तत्रापि नत्वकार्यम्. अनुस्वारः नुम् इति कथनेन अनुस्वारः. सो अनुस्वारः रेफः अपि च नकारस्य मध्ये अस्ति तत्रापि नत्वकार्यं करणीयम् इति द्वितीयसूत्रं वदति. अट् कुप् वाङ् नुं व्ययाये अपि अपि किं रसाव्यां नूनः समानपदे इति तत्र क्रमेण सूत्रं पठामः चेदेव अर्थम् अवगन्तुं शक्यते. अन्यथा तत्र न तस्य कृते एव पाणिनिना एकस्मिन् प्रकरणे सर्वाणि एकविधकार्याणि एकस्मिन् प्रकरणे एकस्मिन् स्थले एव सः दत्तवान्. तस्य कृते तत्र हेतुः अस्ति प्रयोजनम् अस्ति. हि वाण्ट्स् अस् टु रीड् द सूत्र इन् क्रम देन् ओन्लि वी केन् अण्डर्स्टाण्ड् द अर्थः सम्पूर्ण अर्थः. अदर्वैस् इफ् वि रीड् वन् वन् सूत्र इण्डिविजुवलि सि रसाभ्यां नूनः समानपदे प्रथमसूत्रं तत्तु सम्यक् परन्तु अट् कुप् वाङ् नुं व्ययाये अपि तस्य अर्थः एतस्य सूत्रस्य विना वयं न ज्ञातुं शक्यते. अट् कुप् वाङ् नुं व्ययाये अपि किं किं रसाभ्यां नूनः समानपदे इति सूत्रस्य तत्र आवश्यकता. यदा वयं तत्र अनुवृत्ति इति अग्रे आयास्यति अनुवृत्ति इत्युक्ते किं रिपिटिशन् तस्य विषये अत्र लिखितमस्ति. सो पञ्चमी विभक्त्यान्तं पदः अस्ति चेत् सः पञ्चमी सः इत्युक्ते पञ्चमी विभक्त्यान्तं पदः निर्दिष्टात् कार्यात् पूर्वं स्थितः तस्य परं कार्यं भवति. पञ्चमी विभक्त्यान्तं पदस्य परं कार्यं भवति. सो वयं किं वदामः पञ्चमी विभक्त्यान्तं पदस्य कः अर्थः पूर्वनिमित्तं परकार्यम् इति वदामः. सप्तमी विभक्त्यान्तं तस्य विपरीतः पूर्वकार्यं परनिमित्तं तृतीया तु संयोजनमस्ति. अस्तु अग्रे पठामः. हरि ओम् महोदय. क्षमता स्क्रीन् न दृश्यते महोदय. पुनः शेर् करोमि. वदतु वदतु महोदय. महोदय समासिक पदम् अस्ति पदे नास्ति क्या किं समासिकपदे तत्र महोदय एतादृशः प्रवादः सन्धिकार्यं नित्यकार्यं नास्ति. तो कुत्र कुत्र नित्यसन्धिकरणीयं समासिकपदे नित्यकरणीयं वाक्ये तु अस्माकं विवक्षानुसारेण त तत्र करणीयं वा न करणीयम् इति वक्ता अनुसारेण एव भवति. सन्धिकार्यं नित्यकार्यं नास्ति. परन्तु यदा वयं समासस्य निर्माणं कुर्मः तत्र तु सन्धि नित्यं करणीयं. देट् बिकम्स् वन् पद ओन्लि बिकास् द विभक्ति विल् कम् एट् द एण्ड्. मध्ये कोऽपि विभक्ति न आयाति, तत्र अन्ते एव विभक्ति अस्ति. सो इट् बिकम्स् ए वन् पद, सामासिक पद बिकम्स् वन् पद. सो तत्र सन्धि नित्यं करणीयम्. समासिकपदे रसाभ्यां नून कार्यं करोति. हा तत्र एकपदं समासिकपदम् अथवा एकं पदम् आम् तत्र अट् कुप् वाङ्नुं व्ययाये इति तत्र तदपि पश्यामः. तदेव करणीयम्. वी हाव् टु रिमेम्बर् चित्र अस्ति भगिनी. भवती भवती पाठयति पाठितवती वा अट् कुप् वाङ्नुं वा? वयं न जानीमः खलु. न न, बिकास् व्यवहारे वयं जानीमः न. तत्र मध्ये मध्ये कोऽपि स्वरः अस्ति चेदपि तत्र तत् सूत्रम् अस्माभिः न श्रुतं वयं भवत्याः. आम् अत्र न, अस्मिन् करपत्रे नास्ति. मे बि सम् भिन्न तत् करपत्रे तत् सूत्रम् अग्रे अग्रे अग्रे यदस्ति किमर्थं तत् शङ्का पृष्टव्यं भगिनि? अस्माकं मनसि भ्रमः आगच्छति. आमां सत्यम्. इदानीं करपत्रस्य प्रति गच्छामः. अत्र ई बिन्दुतः कः पठितुम् इच्छति? चेतन भगिनी अस्ति वा? अहं पठामि वा? आं पठतु अत्र भगिनी ई बिन्दुतः. तृतीयाविभक्तिः संयोजनं सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः. तत्र निर्दिष्टः कार्यं तस्मात् पूर्वमपि परमपि अर्हति. परन्तु अयं तृतीयाविभक्त्यान्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. किं लिखितमस्ति? तृतीयाविभक्तिः संयोजनं करोति. सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति सः सः संयुक्तः इत्यर्थे तत्र निर्दिष्टः कार्यं तस्मात् पूर्वमपि परमपि अर्हति. परन्तु अयं तृतीयाविभक्त्यान्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. निर्दिष्टेन कार्येण इत्युक्ते यत्र कार्यं स्थाने सह संयुक्तं भवेत् अत्रापि. सो अत्र निमित् अपि च निमित्तं संयुक्त अस्ति चेदेव कार्यम्. यथा रसाभ्यां नोनः रेफस्य साक्षात् परे नकारः अस्ति चेदेव कार्यं. सो अत्रापि यः निमित् अस्ति, निमित्तं किम् अस्ति? तृतीयविभक्तियान्तं पदः. सूत्रे यः तृतीयविभक्तियान्तं पदः सः निमित्तं भवति. सो तत्र स्थाने आवश्यकं, कस्य स्थाने तत् कार्यं करणीयं. निमित् अपि च निमित्तं स्थाने पदं संयुक्तः अस्ति चेदेव कार्यम्. इत्युक्ते दे आर् जायिन् टुगेदर् देन् ओन्लि, इत्युक्ते साक्षात् एकस्मिन् पूर्वपरे अस्ति चेदेव कार्यम्. सो तत्र यथा वयम् अत्र किं लिखितमस्ति, स्तोः शुनाष्टुः. उदाहरणमपि पठतु भगिनि, तेन आधारेण एव वयं शकारः अष्टमाध्याये चतुर्थ पादः चत्वारिंशत् श्लोकः सकारस्य सकारस्य सवर्गस्य च स्थाने सकारस्य च वर्गस्य च आदेशः भवति. सकारस्य चवर्गस्य च योजयनेन स्तोः षष्ट्यन्तं शुना तृतीयान्तं श्चुः प्रथमान्तं स्तोः स्तोः शुनाश्चुः संहितायाम्. अत्र स्थाने कः आदेशः कः इति वदतु भगिनि. निमित्तं किं? स्तोः स्थाने अस्ति. स्तोः स्थाने शुना स्तोः षष्ट्यार्थं चुना तृतीयान्तं स्तोः स्थाने स्तुः आगच्छति, सकारस्य स्थाने शकार, तकारस्य स्थाने चकार. न न, तृतीयान्तं पदः अस्ति चेत्, तृतीयान्तं पदः अस्ति चेत् तस्य कः अर्थः? तदपि तदपि संयोजयति कार्ये, कार्ये कार्ये तदपि भवति निमित्तं भवति. निमित्तं कार्यस्य कृते निमित्तं तृतीयान्तं पदः इत्युक्ते सकारः अपि च तवर्गीयव्यञ्जनस्य साक्षात् परे किं शकारः अथवा चवर्गीयव्यञ्जनः अस्ति चेत् तत्र किं कार्यं किम्? सकारतवर्गीय अस्ति चेत् शकारचवर्ग आगच्छति. केन विभक्त्यार्थं? केन विभक्त्यार्थं? तदेव सा च भवति खलु, तदेव तत्र तृतीया विभक्तिः अस्ति, तदपि कार्यस्य अङ्गः भवति. अत्र दृश्यतु, अत्र मया किम् अहं किं पृच्छामि, अत्र प्रथमान्तं विभक्त्यान्तं पदस्य कः अर्थः भवति? अनन्तरं भवति प्रथमविभक्त्यान्तरे आदेशः भवति कार्यानन्तरम् आम्. प्रथमविभक्त्यान्तं पदस्य कः अर्थः इति वदामः चेत् आदेशः, आगमः अथवा नामकरणम्. परन्तु अत्र षष्ट्यान्तं पदः दत्तं सूत्रे, अस्मिन् सूत्रे षष्ट्यान्तं पदः अस्ति. सो यस्मिन् सूत्रे षष्ट्यान्तं पदः अस्ति सः तु स्थानी भवति, तस्य स्थाने कार्यम्. सो तत्र प्रायशः कीदृशः कार्यः? आदेशरूपी कार्यः. इत्युक्ते एक यत्र षष्ठ्यान्तं पदः सूत्रे अस्ति तत्र प्रायशः आदेशरूपी कार्यः. अत्र कः आदेशः? शुचुः इति आदेशः. इत्युक्ते सकारस्य साक्षात् परे तवर्ग चु शकारः अथवा चवर्गीयव्यञ्जनः अस्ति चेत् तत्र किं भवति? शकारः इति आदेशः. तवर्गीयव्यञ्जनः स्थानी, तवर्गीयव्यञ्जनस्य पूर्वे अथवा परे कोऽपि चु अस्ति चेत् तत्र चु इति आदेशः. कस्य स्थाने? त तवर्गीयव्यञ्जनः अपगच्छति तस्य स्थाने पुनः चु इति वर्णः आयाति. सो तकारस्य पूर्वे अपि कार्यं भवितुम् अर्हति, तकारस्य परे अपि कार्यं भवितुम् अर्हति. इत्युक्ते स्थानी तकारस्य परे भवेत् वा पूर्वे भवेत्, द्वयोः संयोजने अपि तत्र कार्यं, तत्र द्वयोः स्थलयोः अपि कार्यम् इति तृतीया विभक्त्यान्तं पदस्य अर्थः. बट् पञ्चमी अपि च सप्तमी तत्र तु तत्र नित्यम् अस्ति. सप्तमी विभक्त्यान्तं पदस्य पूर्वे एव कार्यं करणीयं, तथैव पञ्चमी विभक्त्यान्तं पदस्य अनन्तरम् एव कार्यं, पूर्वे परे तत् नास्ति. परन्तु तृतीया विभक्त्यान्तं पदः सूत्रे अस्ति चेत् तस्य पूर्वे अपि कार्यं भवितुम् अर्हति, तस्य परमपि कार्यं भवितुम् अर्हति. कस्य? तृतीया विभक्त्यान्तं पदस्य. इत्युक्ते अत्र निमित् यः स्थानी अस्ति, स्थानी पूर्वे निमित् अस्ति चेदपि कार्यं, स्थानी परे निमित्तम् अस्ति चेदपि कार्यं, परन्तु साक्षात् परे संयुक्तः भवेत् इति अत्र लिखितम् अस्ति. निमित् अपि च निमित्तं संयुक्तरूपेण अस्ति चेदेव कार्यं. वेदर् निमित् कम्स् फस्ट् और् निमित्तं कम्स् लेटर्, तृतीया विभक्ति पदः तत् न निर्देशं, तत्र संयोजनं भवति. वेदर् द निमित् कम्स् फस्ट् और् निमित् कम्स् आफ्टर्, बट् इफ् द निमित् एण्ड् निमित्तं दे आर् संयुक्तः देन् ओन्ली कार्या विल् बिकम्, कार्या विल् हेपन् इति तृतीया विभक्त्यान्तं पदस्य अर्थः. वी सा देट् नकारः, इफ् द नकारः कम्स् फस्ट् एण्ड् आफ्टर् देट् रकारः और् शकारः कम्स् देयर् कार्य डस् नाट् हेपन्, नत्व कार्यं डस् नाट् हेपन् देयर्. बट् अत्र तृतीया विभक्त्यान्तं पदस्य पूर्वे अपि कार्यं भवितुम् अर्हति, परमपि कार्यं भवितुम् अर्हति इति संयोजनस्य अर्थः. That is why he included, because दिस् टैप् आफ् वर्क् हेपन्स् इन् व्याकरणशास्त्रः. कुत्रचित् निमित्तस्य अनन्तरम् एव कार्यं, कुत्रचित् निमित्तस्य पूर्वे एव कार्यं, कुत्रचित् निमित्तस्य पूर्वे अपि कार्यं भवति, परमपि कार्यं भवति. सो ही मेड् अ कोड् फार् थ्री डिफ्रेण्ट् टैप्स् आफ् कार्यात् वयर् द निमित्तस्य पूर्वे कार्यं करणीयं, तत्तु सप्तमी विभक्ति अन्तं पदस्य द्वारा सः निर्देशं करोति, सः इत्युक्ते पाणिनि महर्षि. यत्र निमित्तस्य अनन्तरम् एव कार्यं, तत्र तु पञ्चमी विभक्ति अन्तं पदः सः उपयोगं करोति सूत्रे. यत्र निमित्तस्य पूर्वे अपि कार्यं, परमपि कार्यं, तत्र तु तृतीया विभक्ति अन्तं पदस्य द्वारा सः निर्देशं करोति. स्तोः, स्तोःश्चुना न इति कथनेन तत्र किम् अस्ति, चु इति अत्र उकारान्त् शब्दः, गुरुणा तथैव अत्र अस्ति, न इति कथनेन तृतीया विभक्ति अन्तं पदः. सो तृतीया विभक्ति अन्तं पदः निमित्तं भवति, कार्यस्य कृते निमित्तं. तस्य परे स्थानी अस्ति वा तस्य पूर्वं स्थानी अस्ति, तत्र संयोजने कार्यं भवति. वि सी दट् तकारः चकारस्य पूर्वे अथवा परम् अस्ति, तत्र तु कार्यं भवति. व्यवहारे वयं तत्र जानीमः. सम्यक् वा, अवगतं वा? अत्र उदाहरणमपि दत्तं पूर्वकार्यम्. अत्र पठतु, स्तोः चुना नच्यु अस्ति, तो सर्वप्रथमं स्तो अस्ति, अतः निमित्त निमित्त अस्ति चुना निमित्तं निमित्तिन् निमित्तिन् निमित्तिन् स्तोः निमित्तिन् षष्ठ्यान्तं पदः स्थानी भवति. निमित्तिन् इत्युक्ते स्थानी, षष्ठ्यान्तं पदः स्थानी. अत्र षष्ठी द्विवचनमस्ति, सकारः अपि च तवर्गीयव्यञ्जनः तु इति कथनेन स्तोः भवति, द्विवचने तो भवति स्तोः. अत्र सकारस्य विषये अपि च तवर्गीयव्यञ्जनस्य विषये, अतः द्विवचनात् पदम् अस्ति स्तोः इति षष्ठ्यान्तं पदः. षष्ठ्यान्तं पदः स्थानी भवति. सो निमित्तिन् निमित्तिन् तस्य भिन्नरीत्या वदामः चेत् स्थानी इत्युक्ते निमित्तिन् निमित् अत्र किम् अस्ति, निमित् अस्ति तृतीयान्तं पदः. तकारस्य परे चवर्गीयव्यञ्जनः अथवा षकारः अस्ति चेदेव कार्यम्. अपि च सकारस्य परे श अप अथवा चवर्गीयव्यञ्जनः अस्ति चेत् तत्रापि कार्यम्. अत्र स्थानी सकारः अपि च तवर्गीय वर्णः. तत्र निमित् किम्, कस्य कारणेन कार्यं, षकारः अपि च चु चवर्गीयव्यञ्जनः. आदेशः कः, समान आदेशः, षकारः सकारस्य स्थाने षकारः, तवर्गीय वर्णस्य स्थाने चु चवर्गीयवर्णः आदेशः, स्थाने अन्तरतमः इति सूत्रेण, परिभाषासूत्रेण स्थाने अन्तरतमः इति तुल्यतः वर्णः एव स्थानी स्थाने स्थानी इति तस्य स्थाने आगन्तुं शक्यते. सो अत्र तवर्गीयव्यञ्जनस्य स्थाने षकारः न आगन्तुं शक्यते, चु एव आगन्तुं शक्यते. तत्र पश्यामः, चुना अपि द्विवर्ण अस्ति, किमर्थं सिङ्गुल एकवचने अस्ति, षकार चवर्ग द्वयमपि अस्ति, परन्तु चुना एकवचनमेव अस्ति खलु? आम्, आदेशः न, अत्र निमित् अपि आदेशः एकवचने, आदेशरूपी कार्यं न. सो प्रथमान्तं पदः किं निर्देशं करोति, आदेशः, आगमः अथवा नामकरणेश, तस्य कृते एव प्रथमान्तम् इति पाणिनिना निर्दिष्टं. श्चुः इति प्रथमान्तं पदः, उकारान्त् एकवचनः श्चुः. उदाहरणं पठामः, पठामि वा? आं, पठतु अत्र. पूर्वकार्यम् अन्यत् च अन्यच्च, अत्र तकारस्य स्थाने चकारः आदेशः, नन्तर पूर्व न पूर्व अत्र निमित्तं किं निमित् किम् अस्ति निमित् कस्य स्तोः इति स्थानी निमित् अस्ति शुचुना तृतीयान्तं पदः निमित्तं सो अत्र स्थानीपदस्य परे निमित्तम् अस्ति त अपि च सि अत्र केन कारणेन तकारस्य च भवति कारणं किमपि निमित्त भवति द्वयमपि निमित्त खलु तकारस्य परे कवर्गः आगच्छति चेत् एव हा तत् परन्तु अस्मिन् उदाहरणे किम् अस्ति निमित् कुत्र अस्ति स्थानी कुत्र अस्ति निमित् कुत्र अस्ति स्थानिकः पूर्वमस्ति सत्यं सत्यं सो निमित् कुत्र अस्ति तकारस्य साक्षात् परे अस्ति इत्युक्ते त अपि च मध्ये किमपि नास्ति अन्यत् किं नास्ति कोऽपि वर्णः नास्ति तकारः हल् अस्ति तत्र कोऽपि स्वरः नास्ति त साक्षात् अनन्तरं च अस्ति चेदेव कार्यं संयुक्तः भवेत् इति अत्र लिखितम् अस्ति संयुक्तः नास्ति चेत् कार्यं न करणीयम् अत्र स्थानी पूर्वे निमित् परे अस्मिन् उदाहरणे परन्तु द्वितीय उदाहरणे किम् अस्ति पर पठतु पर अत्र स्थानी वर्णः कः स्थानी ज ज हियर् आल्सो यु आर् डूयिङ्ग् अ मिस्टेक् स्थानी षष्ठ्यान्तं पदः स्तोः विल् बि स्थानी स्तोः विल् बि स्थानी अत्र सकारः न दृश्यते तवर्गीयव्यञ्जनः दृश्यते वा थ द द न तु इति कथनेन किम् अस्ति भगिनि त थ द द न दन्त्य न स्थाने अस्ति वा अत्र अस्ति न भगिनि अत्र दृश्यतु षष्ठ्यान्तम् यज् मध्ये नास्ति सो अत्र स्थाने कुत्र अस्ति परे अस्ति कस्य परे निमित्तस्य परे निमित् किं तृतीया विभक्त्यान्तं पदः निमित्तं च छ ज ज इति चु अस्ति जवर् ज इति वर्णः चक चवर्गीयव्यञ्जनः चु इति कथनेन तृतीयान्तं पदः सः निमित्तं सो अत्र निमित्तं पूर्वे स्थानी परे परन्तु प्रथम उदाहरणे तत्र किम् अस्ति निमित्तं निमित् पूर्वे स्थानी पूर्वे निमित् परे अत्र हियर् वाट् ही शोयिङ्ग् इस् देट् एतः दृश्यः कार्यं पूर्वे अपि भवितुम् अर्हति परे अपि भवितुम् अर्हति परन्तु पञ्चमी अपि च सप्तमी विभक्तिविषये तत् न भवति सप्तमी वियान्तं पदस्य पूर्वे एव कार्यं पञ्चमी विभक्ति पूर्वे पञ्चमी परे आम् परन्तु अत्र तृतीयान्तस्य परे अपि कार्यं भवितुम् अर्हति पूर्वे अपि कार्यं भवितुम् अर्हति अतः अत्र संयोजनं वदतु तृतीयविभक्ति कुत्र अस्ति श्चुना स्तोः श्चुना श्चुः श्चुना हरिणा गुरुणा उदाहरणमध्ये तृतीयविभक्ति कुत्र अस्ति उदाहरणमध्ये नास्ति न महोदय उदाहरण हियर् वी केनाट् अप्लै दिस् इन् द उदाहरण वी हेव् टु सी द बै विच् सूत्र वी आर् डूयिङ्ग् कार्य ओवर् हियर् हियर् वी आर् डूयिङ्ग् ए कार्य बै स्तोः श्चुनाश्चुः तत्र यः निमित्तम् अस्ति सः तृतीयान्तं पदः तृतीयविभक्त्यान्तं पदः सो तृतीयविभक्त्यान्तं पदस्य कः अर्थः व्याकरणशास्त्रे संयोजनम् इत्युक्ते निमित्तस्य पूर्वे स्थाने अस्ति तत्रापि कार्यं निमित्तस्य परे स्थाने अस्ति तत्रापि कार्यम् इति तस्य अर्थः सो अत्र यः श्चुः इति कार्यं भवति तस्य कृते सूत्रं किं वी हेव् टु रिमेम्बर् द सूत्र न भगिनि स्तोः श्चुनाश्चुः सो अत्र यः शुच्व शुत्वसन्धि भवति सः पूर्वे अपि भवितुम् अर्हति, परे अपि भवितुम् अर्हति, तथैव ष्टुत्व सन्धि तत्रापि स्तोः ष्टुना तत्रापि ष्टुना इति लिखितमस्ति. सो यः तत्र ष्टुः इति कार्यं ष्टुत्वसन्धि भवति, पूर्वे अपि भवितुम् अर्हति, परे अपि भवितुम् अर्हति इति तृतीया विभक्त्यान्तं पदस्य अर्थः. सो वेन् वी आर् डूयिङ्ग् द सन्धि कार्य वी हाव् टु रिमेम्बर् विच् सूत्र इस् अप्लिकेबल् ओवर् हियर्. तस्मिन् सूत्रे यः निमित्तम् अस्ति, यः निमित्तम् अस्ति, हेतु अस्ति, तस्य विभक्ति का, पञ्चमी वा सप्तमी वा तृतीया वा? तृतीया अस्ति चेत् पूर्वमपि कार्यं भवितुम् अर्हति, परमपि कार्यं भवितुम् अर्हति इति तस्य अर्थः. वी हेव् टु रिमेम्बर् दीस् कोड्स्. द्वितीय उदाहरणं यज्ञः, तत् उदाहरणं किञ्चित् विवरणं करोति वा? अत्र जकार अपि च नकारस्य मध्ये संहिता अस्ति, इत्युक्ते तत्र साक्षात् अनन्तरं मध्ये किमपि नास्ति. सो जकारः इति कः वर्णः? चु इति वर्णः, च छ ज, चु मध्ये जकारः आयाति. सि श्चुत्वसन्धि अपि च ष्टुत्वसन्धि तत्र सर्वदा स्थानीतवर्गीयव्यञ्जनः एव, स्तोः ष्टुनाष्टु, तत्रापि स्तोः इति पदं षष्ठ्यान्तं पदः, सः तस्य स्थाने एव आदेशः करणीयं. सो अत्र जकारः तु स्थानी नास्ति, अत्र नकारः स्थाने, नकारः विल् गो अवे, सम् अदर् व्यञ्जन् विल् कम् एट् इट्स् प्लेस् बिकास् आफ् दिस् संयोजनम् अस्ति अत्र जकारस्य, बिकास् इट् हेस् कम् इन् काण्टेक्ट् वित् अ चवर्गीयव्यञ्जनः. दिस् तवर्गीयव्यञ्जनः वेन् कम्स् इन् काण्टेक्ट् वित् शकारः अथवा चवर्गीयव्यञ्जनः, then only this karya with this type of sandhi karya will happen. So atra karstane nyakara agachati yagnyah. Ha, kim artham nyakarah ev? Si atra to sutre kim datam asti, tatra tuhu sthane chuhu karniyam. So katham jani vah nakarasya sthane kevalam nya iti karniyam, kim artham cha na karniyam, छ न करणीयं, ज न करणीयं, तत्र स्थाने अन्तर्तमः. आम् सम्यक्, स्थाने अन्तर्तमः इति सूत्रं वदति यस्य स्थाने आदेशः तस्य तुल्यतमः वर्णः एव आदेशः करणीयं. सो चु च छ ज ज्ञ च छ ज ज्ञ मध्ये पश्यामः चेत् एकम् एव वर्णः अनुनासिकवर्णः, नकारः अपि अनुनासिकवर्णः, च चु मध्ये केवलं ञ इति वर्णः अनुनासिकवर्णः, अतः ञ न स्थाने केवलं ञ आगन्तुं शक्यते, कोऽपि अन्यवर्णः न आगन्तुं शक्यते. सो तत्र परिभाषासूत्रस्य आवश्यकता, तत् परिभाषा किं? स्थाने अन्तर्तमः इति परिभाषा, तेन एव वयं ज्ञातुं शक्यते अत्र यज्ञः इति पदं निष्पद्यते. सो तृतीया विभक्त्यान्तं पदः सूत्रे अस्ति चेत् निमित्तस्य पूर्वे अपि स्थानी अस्ति कार्यं, निमित्तस्य परे स्थानी अस्ति तत्रापि कार्यं, संयोजनम् इति वदामः. इत्युक्ते निमित्त यः अस्ति यस्य कारणेन तत्र कार्यं, तस्य पूर्वे स्थानी अस्ति तत्रापि कार्यं, तस्य परे स्थानी अस्ति तत्रापि कार्यं, परन्तु तादृशः रीतिः पञ्चमी अपि च सप्तमी विभक्त्यान्तं पदस्य विषये नास्ति. सप्तमी विभक्त्यान्तं पदः निमित्तं भवति, तस्य पूर्वे सर्वदा पूर्वे एव कार्यं करणीयं, यत्किमपि निर्दिष्टं कार्यं सप्तमी विभक्त्यान्तं पदस्य पूर्वे एव करणीयं. तथैव पञ्चमी विभक्त्यान्तं पदः यस्मिन् सूत्रे अस्ति तस्य अनन्तरम् एव कार्यं करणीयं, यत्किमपि निर्दिष्टं कार्यम्. अस्तु, स्पष्टं वा? अस्तु भगिनि, धन्यवादः. अतः जकार, हा, जकार योगः ञकारः योजनेन ञकारः इति भवति, नकारः दन्ति नकारः तत्र जकारः, जकारः यज् अस्ति खलु अत्र, जकारः, आम् सत्यं, पञ्चमवर्णः ञकारः योजनेन अन्तिम वर्णः किं भवति चेत् ञकारः इति नूतनवर्णः, खलु महोदय? आम् सत्यं. सो ज योगे ञ कुर्मः चेत् ज्ञ इति भवति, सो यज्ञः इति रूपम्. आम् महोदय, धन्यवादः. अन्तिमवाक्यमपि पठतु भगिनि. अहमेव वा? आमां पठतु. अतः निर्दिष्टं कार्यं निमित्तात् पूर्वमपि परमपि अर्हति, परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् इति. सो द्विवारम् अत्र निर्देशम् इफ् तत्र निमित् अपि च निमित्तिन मध्ये व्यवधानम् अस्ति चेत् श्चुः अपि च ष्टुः इति कार्यं न करणीयम्. सो देयर् शुड् बि नथिङ्ग् इन् बिट्वीन् स्तोः अपि च श्चुना. इफ् देयर् इस् एनी स्वरः आर् एनिथिङ्ग् एल्स् एनी अदर् वर्णः तत्र श्चुत्वसन्धि अपि च ष्टुत्वसन्धि न भवति, न करणीयम्. संयुक्तः भवेत् चेदेव करणीयम्. साक्षात् अनन्तरम् अथवा साक्षात् पूर्वे अस्ति चेदेव करणीयम् इति अत्र मुख्यम् अस्ति. वि सा देट् द नत्व कार्यं व्यवधाने अपि भवति, भिन्नसूत्रेण भवति, परन्तु भवति. अट् कुप् वाङ् नुं व्यवयाये अपि तेन सूत्रेण तादृशः व्यवधानं मध्ये अस्ति चेत् कस्य मध्ये? निमित् अपि च निमित्तिन् मध्ये अट् कुप् कूपु नुम् अस्ति चेदपि कार्यं, परन्तु अत्र तादृशः तत्र कोऽपि अपवादः नास्ति. संयुक्तः अस्ति चेदेव, कः संयुक्तः? स्थानी अपि च निमित्तः संयुक्तः अस्ति इत्युक्ते साक्षात् एक पूर्वपरः अस्ति चेदेव कार्यं करणीयं. किं कार्यं? श्चुत्वकार्यम् अपि च श्चुत्वकार्यं. समानसूत्रं स्तोः ष्टुना ष्टुः इति तत्र मूर्धन्यषकारः अपि च टवर्गीयव्यञ्जनः, परन्तु तत्र समान स्थानितो समानम् अस्ति. स्तोः इति स्थानी तत्रापि अस्ति, परन्तु तकारस्य साक्षात् अनन्तरं टवर्गीयव्यञ्जनः अस्ति चेत् टव तकारः अपगच्छति, तस्य स्थाने टवर्गीयव्यञ्जनः इति आयाति तस्मिन् सूत्रे. यथा अत्र टवर्गीयव्यञ्जनः अपगच्छति, त अपगच्छति, तस्य स्थाने च आयाति. न अपगच्छति, तस्य स्थाने ञ इति आयाति. हेतुः किं? चु इति तस्य सह तस्य ओ संयुक्तः भवेत् चेदेव कार्यम् इति अत्र लिखितमस्ति. सम्यक् वा? सर्वैः अवगतं वा? महोदय क्षम्यताम्. निमित्त और निमित्त न स्मरण परिशीलयाम. निमित् निमित् इत्युक्ते निमित्तम् निमित् इत्युक्ते षष्ठ्यान्तं पदः. निमित्तिन् निमित्तिन् वदामः चेत् हेतुः, कारणं, तृतीया अपि च पञ्चमी अपि च सप्तमी. अस्तु अस्तु, धन्यवादः. बिकास् आफ् विच् कार्यं भवति? निमित् विल् बी द षष्ठ्यान्तं पदः यस्य स्थाने आदेशः. सोरि, अहम् ऐ एम् सेयिङ्ग् अदर्वैस्. निमित् विल् बी द हेतुः, तृतीयान्तं पदः. निमित्तिन् विल् बी द स्थानी. ऐ वास् सेयिङ्ग् अपोजिट्. निमित् निमित् विल् बी द हेतुः. हेतुः किं? कस्य कारणेन कार्यं? तृतीया अपि च पञ्चमी अपि च सप्तमी. निमित्तिन् विल् बी द स्थानी. जस्ट् रैट् इट् डौन् आन् युवर्. आम्, षष्ठ्यान्तं पदः. क्षम्यतां, ब्रह्मः जायते. अस्तु, अत्र व्याख्यानस्य आकृतिः इति तु समयः अतीतः, अत्र स्थगामः. कोऽपि अन्यप्रश्नः अस्ति चेत् विभक्तियान्तं पदस्य विषये तु कृपया पृच्छतु, अथवा अत्र स्थगामः. सो तत्र वी हेव् टु रिमेम्बर् सूत्रे षष्ठीविभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः, प्रथमविभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः, वि शुड् बै हार्ट् दीस् थिङ्ग्स्. सप्तमीविभक्त्यान्तं पदः सूत्रे अस्ति चेत् तस्य कः अर्थः, बिकास् देन् ओन्ली वी केन् नो द कम्प्लीट् सूत्र अर्थः. यथा इको यनचि, इकः षष्ठ्यान्तम्, इक् स्थाने यन् इति प्रथमान्तम् आदेशः, अचि परे इति तस्य अर्थः, अचि सप्तम्यान्तं पदः. सो वी केन् मेक् ए सेण्टेन्स् फार् द सूत्रः फार् अवर् अण्डर्स्टाण्डिङ्ग् वेन् वी नो द कोड्. षष्ठीविभक्त्यान्तं पदस्य कः अर्थः, पञ्चमीविभक्त्यान्तं पदस्य कः अर्थः, अपि च तृतीय, 1, 2, 3, 4, 5, दीस् 5 थिङ्ग्स् वी हेव् टु रिमेम्बर् फार् अण्डर्स्टाण्डिङ्ग् द सूत्रार्थः, सूत्रस्य कः अर्थः. अस्तु, अत्र स्थगामः. अहं चिन्तयामि शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः. धन्यवादः. महोदय, हरि ओम्.